सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्. अस्माकं पुस्तकमस्ति गीतासोपानं प्रथमभागः. तस्मिन् पुस्तके वयम् इदानीं पर्यन्तं लट्लकारप्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कृतवन्तः. अधुना लोट्लकारः इति विषयः आरब्धः. तदर्थं गीतासोपानं पुस्तके सर्वे 50 पुटे किमस्ति इति भवन्तः सर्वे पठितवन्तः गते सप्ताहे एव. अद्य वयम् 150 पुटे किमस्ति तस्मिन् विषये किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. तदर्थं सर्वे पुस्तकम् उद्घाटयन्तु. अपि च लोट्लकारप्रसङ्गे किञ्चित् वक्तुमिच्छामि. आरम्भे संस्कृतभाषायां 10 सन्ति. तत्र लट् लिट् लुट् लृट् लेट् लोट् एते 6 तित् लकाराः इति वदामः. तित् लकारः इत्युक्ते तेषु 6 लकारेषु टकारः इत् संज्ञकवर्णः. तदर्थं ते लकाराः टित् लकारः इति वदामः. लट् लकारः टित् लकारः. लोट् लकारः अपि टित् लकारः. अन्ये केचन लकाराः सन्ति ते नित् लकाराः इति वदामः. लङ् लकारः, लिङ् लकारः, लुङ् लकारः, लृङ् लकारः. आहत्य 6 टित् लकाराः, 4 नित् लकाराः इति वदामः. इत्युक्ते ञकारः इत् संज्ञकवर्णः अस्ति लङ् लकारे, लिङ् लकारे. इत्युक्ते एतादृशरीत्या भिन्नप्रकारेण अत्र लकाराणां विभजनं कृतमस्ति. अपि च वयं भिन्नरीत्या लकाराणां विभजनं कर्तुमिच्छामश्चेत् भिन्नरीत्या अपि लकाराणां विभजनं दृश्यते. कथमित्युक्ते कालवाचकलकाराः अपि च भाववाचकलकाराः इति भिन्नरीत्या विभजनं कृतमस्ति. कालवाचकलकाराः इत्युक्ते वर्तमानकालार्थे लट् लकारः, भूतकालार्थे 3 सन्ति लिट् लकारः, लङ् लकारः, लुङ् लकारः भूतकालार्थे. भविष्यत्कालार्थे लकारद्वयमस्ति लुट् लकारः, लृट् लकारः. साधारणतया वयम् आरम्भे लृट् लकारपरिशीलनं कृत्वा तदनन्तरं लुट् लकारप्रसङ्गे ज्ञास्यामः. एते लकाराः कालवाचकलकाराः इति वदामः. अन्ये लकाराः भाववाचकलकाराः. भाववाचकलकाराः के इत्युक्ते लोट् लकारः, लिङ् लकारः, लृङ् लकारः, अपि च लेट् लकारः अपि अस्ति. इत्युक्ते लेट् नाम्ना एकः लकारः अस्ति. वेदे एव तस्य प्रयोगः भवति. लेट् लकारः कालवाचकलकारः अपि च भाववाचकलकारः अपि. एतावता 6 कालवाचकलकाराः, 4 भाववाचकलकाराः. इत्युक्ते लेट् लकारः तत्र लेट् लकारे कालवाचकभागः अपि अस्ति, भाववाचक लकारः अपि वक्तुं शक्नुमः. एतावता अस्माकं लोट् लकारः भाववाचकलकारः इति वदामः. किन्तु लट् लकारप्रसङ्गे वर्तमानकालार्थे वयं पठितवन्तः. तस्य नाम वर्तमाने लट् इति एकं सूत्रमस्ति. तेन सूत्रेण लट् लकारः विधीयते. लट् लकारः कालवाचकलकारः, किन्तु लोट् लकारः भाववाचकलकारः इति विषयः. तत्र लोट् लकारप्रसङ्गे किञ्चित् इतोपि ज्ञातुमिच्छामश्चेत् तत्र एकं सूत्रमस्ति. विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ् इति एकं सूत्रमस्ति. पुनः वदामि, विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् इत्युक्ते एतादृशेषु स्थितिषु चतुर्षु तत्र 6 इत्युक्ते विध्यर्थे, निमन्त्रणार्थे, आमन्त्रणार्थे, अधिष्ठार्थे, सम्प्रश्नं अपि च प्रार्थनार्थे, एतेषु 6 परिस्थितिषु साधारणतया लिङ्ग्लकारस्य प्रयोगः भवति. किन्तु एतानि सर्वाणि पदानि लोट् लकारे अपि अनुवृत्तिरूपेण आयान्ति इति कृत्वा तत्र लोट् च इति सूत्रेण लोट् लकारः विधीयते इति विषयः. इत्युक्ते लोट् च इति सूत्रेण लोट् लकारः विधीयते, किन्तु लोट् च इत्यस्मिन् सूत्रे एतानि सर्वाणि पदानि विधि, निमन्त्रण, आमन्त्रण, अधिष्ठ, सम्प्रश्न, प्रार्थना इत्यादीनि षट् पदानि अनुवृत्तिरूपेण आयान्ति. एतावता किम् अवगन्तव्यम् इत्युक्ते लोट् लकारः कुत्र भवति, इत्युक्ते लोट् लकारस्य प्रयोगः कुत्र भवति इति इदं सूत्रं वदति इति विध्यर्थे, आमन्त्रणार्थे, निमन्त्रणार्थे, प्रार्थनार्थे, अन्ये इत्युक्ते विध्यर्थे इत्युक्ते आर्डर्, प्रार्थना इत्युक्ते रिक्वेस्ट्, अधीष्टम् इत्युक्ते आस्किङ्ग् सम्बडी फर् संथिङ्ग् वित् रेस्पेक्ट् अधीष्टार्थे इत्युक्ते, निमन्त्रणार्थे, निमन्त्रणम् इत्युक्ते इन्विटेशन्, यु आर् इन्वैटिङ्ग् सम्बडी बट् दट् इन्विटेशन् केनाट् बि रिजेक्टेड् निमन्त्रणार्थे. अपि च आमन्त्रणम्, आमन्त्रणम् इत्युक्ते यु आर् इन्वैटिङ्ग् सम्बडी बट् दट् इन्विटेशन् केन् बि रिजेक्टेड्. तत्र भेदः अस्ति, निमन्त्रणम् आमन्त्रणं तयोर्मध्ये भेदः अस्ति. अपि च सम्प्रश्न, सम्प्रश्न इत्युक्ते टु नो द आन्सर् फार् सम् क्वश्चन् लैक् टु गेट् द रैट् आन्सर् सम्प्रश् इत्यादिषु स्थितिषु लोट् लकारस्य प्रयोगः भवति. लोट् लकारः भाववाचकलकारः, लट् लकारः कालवाचकलकारः. अपि च भिन्नरीत्या वयं विभजनं कर्तुम् इच्छामश्चेत् लट् लोट् लङ् विधिलिङ्ग् एते चत्वारः लकाराः सार्वधातुकलकाराः इति वदामः. तत् किमर्थम् इत्युक्ते वयं व्याकरणवर्गं गच्छामश्चेत् सुलभतया अवगन्तुं शक्नुमः. एते चत्वारः लकाराः सार्वधातुकाः, अन्ये षट् लकाराः आर्धधातुकाः. तत् किमर्थम् इत्युक्ते तत्र सार्वधातुकसंज्ञा नाम किम्, आर्धधातुकसंज्ञा नाम किम्, एतत् सर्वं व्याकरणवर्गे आयास्यति. किन्तु अत्र विषयः तु लोट् लकारः. लोट् लकारः विध्यर्थे, आज्ञार्थे, प्रार्थनार्थे तस्य प्रयोगः भवति. किन्तु वयं जानीमः एव, अभ्यासपुस्तके अपि वयं पठितवन्तः तस्मिन् प्रसङ्गे. अतः विषयं प्रति सरेम, भवन्तः सर्वे तत्र एकपञ्चाशत्तमे पुटे द्वितीय अभ्यासात् आरभ्य अद्य वयं पठेम. द्वितीय भगिनी एकः प्रश्नः, शब्दमञ्जरी पुस्तके द्वि विभाग अस्ति लकार, कालवाचक प्रकारबोधक अपि भाव्यवाच बोधक वाचक भगिनि सामान्यमेव. पुनः पुनः पृच्छतु प्रश्नः. लकाराः पञ्च लकाराः सन्ति अत्र, षट् लकाराः कालवाचकाः, चत्वारः प्रकारबोधकाः बोधकाः इति दत्तं शब्दमञ्जरी पुस्तके. भवती वदति वक्तुं भाववाचकशब्द इति, काल प्राकारबोधक भावबोधक सामान्यमेव. समानमेव पर्यायवाचकपदानि इति अहं भावयामि. इत्युक्ते तत्र भाववाचकलकाराः इति मया पठितं, तदर्थं तादृशरीत्या उक्तवती. साधु एव प्रकारद्वयम् इत्युक्ते भिन्नभिन्नरीत्या अत्र पश्यन्तु, सार्वधातुकलकाराः, आर्धधातुकलकाराः इति एकः तदेव अत्र प्रकारबोधक, प्रकारबोधक अपि लोट् विधिलिङ्ग् आशीर्लिङ्ग् लोङ् लकार लेट् न दत्तं, परन्तु विधिलिङ्ग् आशीर्लिङ्ग् लृङ् लोट् अति चत्वारः प्रकारबोधकाः सप्तमञ्जरीपुस्तके. आम् आं भगिनि, तत्र समानार्थकौ एव. उत्तमं, धन्यवादः. अत्र एतावत् इत्युक्ते लोट् लकारः भाववाचकलकारः, कालवाचकलकारः नास्ति. अत्र सर्वे गीतासोपानं पुस्तकं पश्यन्तु, एकपञ्चाशत्तमे पुटे तृतीय अभ्यासात् आरभ्य पठेम अद्य. अत्र भूमा भगिनी भवती प्रथमं वाक्यम् अत्र पठतु, तत्र किं लिखितम् अस्ति. अभ्यासः यतोदाहरणं वाक्यानि लिखत. ओ द्वितीय यथोचितेन पदेन योजयत. यथोचितेन पदेन योजयत. ओ कोष्टकं द्वयमस्ति, कोष्टकद्वयमस्ति स्तः. अत्र मेचिङ्ग् कर्तुं करणीयम्. उत्तमं, तन्मार्गम् अत्र एकवारं कोऽपि जानाति चेत् वदति वा. अत्र यथोचितम् इति एकं, यथोचितम् इति एकं पदम् अस्ति, तत् कीदृशं पदं कोऽपि वदतु. अत्र उचितेन, उचितेन सन्धि गुणसन्धिः. अत्र अरविन्द महोदय वा अथवा गीताञ्जलि भगिनी वा किञ्चित् वदतु, कोऽपि वदति वा. इतोपि यथोचितम् अत्र समस्तपदम्. समस्तपदम् अहं चिन्तयामि, अत्र वयं समासवर्गे वयं पठितवन्तः, तदर्थं वदामि. वदतु भगिनि. क्षम्यतां भगिनी, किञ्चित् अन्यत् कृते प्रेष. यथा उचितेन, यथा इति अहं मन्ये अव्ययपदमस्ति. तदनन्तरं अव्यय तु पूर्वनिपात अस्ति, अपि अव्ययभाव समास अस्ति अत्र. तृतीय विभक्ति रूपं एकं विकल्पेन रूपम् अस्ति इति अहं मन्ये. सुन्दरम्, उत्तमं भगिनि, तदेव अहं श्रोतुमिच्छामि. उत्तमं, वयं तदेव श्रोतुमिच्छामि. धन्यवादः. अत्र किमर्थं पृष्टवती इत्युक्ते, वयं गीता तत्र समासवर्गे पठन्तः स्मः, समासानां प्रसङ्गे. तत्र यथोचितम् इति पदम् अव्ययीभावसमासः अस्ति. तत्र यथा इति पदं योग्यार्थे, तत्र योग्यार्थे यथा इति पदस्य प्रयोगः भिन्न अर्थेषु भवति, किन्तु अत्र यथाशक्ति इति वदामश्चेत् तत्र शक्तिम् अनतिक्रम्य इति विग्रहवाक्यं भवति. शक्तिम् अनतिक्रम्य इति विग्रहवाक्यम्. अत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् उचितम् अनतिक्रम्य यथोचितम् इति अत्र अव्ययीभावसमासः अस्ति इति मम चिन्तनम्. अपि च अत्र अव्ययीभावसमासप्रसङ्गे तत्र एकं सूत्रमस्ति, तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीयाविभक्त्यां सप्तमीविभक्त्यां विकल्पेन रूपद्वयं सम्भवति. यथा गीताञ्जलिभगिन्या उक्तमस्ति, यथोचितेन इति विकल्पे रूपमस्ति, यथोचितम् इत्यपि रूपं साधु एव. तत्र तृतीयाविभक्त्यां सप्तमीविभक्त्याम् अत्र उचित इति पदम् अदन्तपदमस्ति इति कृत्वा तस्य रूपं रूपद्वयं सिद्ध्यति इति अस्माभिः पठितम्. अपि च अत्र यथा, तत्र थकारः अस्ति, थकारः महाप्राणथकारः अस्ति. यथा तथा वयं पठितवन्तः, किन्तु अल्पप्राणदकारः अस्ति चेत् यदा तदा इति भवति. इत्युक्ते उच्चारणमपि, अस्माकम् उच्चारणं सम्यक् भवेत् इति विषयः. यथा भिन्नं पदं, यदा भिन्नं पदम्. अपि च योजयत इति एकं पदम् अस्ति. अत्र कोऽपि दृष्टवान् अथवा दृष्टवती वा अत्र योजयत इति, तत्र धातुः कः, कोऽपि वदति वा. युज् धातुः, युज् धातुः भिन्नगणेषु अस्ति. अहं दृष्टवती तत्र दिवादिगणे एकं रूपं युज्यते इति रूपम् अस्ति, रुधादिगणे युङ्क्ति युनक्ति युङ्क्ते युनक्ति इति रूपम् अस्ति. अहं चिन्तयामि चुरादिगणे चुरादिगणे योजयति योजयति इति रूपम् अस्ति, सः धातुः एव अत्र योजयति इत्यस्मिन् पदे अस्ति इति मम चिन्तनम्. चुरादिगणे एतावता भूमा भगिनी, योजयत इति कीदृशं पदम्? लोट् लकार मध्यमपुरुष बहुवचनं. उत्तमं. लोट् लकारः इत्युक्ते अत्र सूचनायां लोट् लकाररूपमेव दत्तमस्ति. उत्तमं. प्रथमं वाक्यं करोतु भगिनि. वदतु महोदय. मया दृष्टम् उचितम् इति नपुंसकलिङ्गे अस्ति कृत्वा वच् धातोः कितच् प्रत्यययोजनेन उचितः उचिता तदनन्तरं नपुंसकलिङ्गम् आम् आदेशं कृत्वा उचितम् इति भवति. तस्य तृतीयरूपम् अस्ति उचितेन. उत्तमम्. इत्युक्ते अत्र उचित इति एतावता उचित इति पदं कथं साधितम् इति भवता उक्तम् अस्ति. इत्युक्ते कितच् इति प्रत्ययस्य योजनेन पूर्वम् अहं चिन्तितवती केवलं क्तान्तरूपं वच् धातोः क्तान्तरूपम् इति मया चिन्तितं, किन्तु अत्र वच् धातुतः कितच् इति प्रत्ययस्य योजनेन उचित, किन्तु यथोचितम् इति पदं समस्तपदम् अस्ति चेत् तत्र उत्तमं महोदय. उत्तमः विषयः. एकः सन्देहः वदतु. अत्र यथा उचितेन अत्र भवती उक्तवती आप्शनलि सप्तमी अपि योजयितुं शक्यते. दट् मीन्स् यथा उचिते अपि करेक्ट् वा? साधु वा? अत्र मम आशयः कः इत्युक्ते तत्र समस्तपदमस्ति यथोचितम् इति समस्तपदं, किन्तु तत्र एकं विशिष्टसूत्रमस्ति. अव्ययीभावसमासे युक्तं पदम् अदन्तपदमस्ति चेत् अदन्तम् इत्युक्ते ह्रस्व अकारान्त उत्तरपदं ह्रस्व अकारान्तपदम् उचित उचित इति ह्रस्व अकारान्तपदम् अस्ति चेत् तत्र एकं सूत्रमस्ति नाव्ययीभावादतोन्त्वपञ्चम्याः इति एकं सूत्रमस्ति, अपि च तृतीया सप्तम्योर्बहुलम् इति अन्यत् सूत्रमस्ति. तत् सूत्रं तृतीया सप्तम्योर्बहुलं किं वदति इत्युक्ते तृतीया विभक्त्यां रूपद्वयं सप्तमीविभक्त्यां रूपद्वयं सिध्यति. तदर्थं तृतीया विभक्त्यां यथोचितम् इति एकं रूपं, यथोचितेन अन्यत् रूपं, सप्तमी विभक्त्याम् अपि यथोचितम् एकं रूपं, यथोचिते अन्यत् रूपं तथा भवति. धन्यवादः. अस्माभिः पठितं. भूमा भगिनी पठतु. कः योगं ददातु प्रकृतिं पश्यति संस्कृतं लसतु ध्येयं स्मरतु भारतं जयतु. भारतं जयतु भवती कृतवती. तत्र प्रथमं वाक्यं पुनः एकवारं पठतु. प्रथमं वाक्यं किं? सन्मार्गं अनुसरतु. सन्मार्गम् अनुसरतु. सन्मार्गम् अनुसरतु. अत्र भवती इतोपि किं जानाति वदतु. अत्र सन्मार्गं नपुंसकलिङ्गशब्दः इति मन्ये. सत् मार्गं सन्मार्गं सन्धि भवति अनुनासिकसन्धिः. उत्तमम् उत्तमम् उत्तमं भगिनि. इत्युक्ते अत्र मार्गः मार्गः इति पुंलिङ्गपदं मार्गः इति पुंलिङ्गपदमस्ति, किन्तु अत्र अनु उपसर्गपूर्वकः श्रुधातुः श्रुधातोः रूपमेव सरतु सरति. तत्र श्रुधातुतः सर इति रूपं कथम् आयाति, तत्र कोऽपि वदति वा? अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणकार्यं भूत्वा श्रुधातुतः सर इति गुणसंज्ञकवर्णः आदेशः भवति इति कृत्वा तत्र सरति लट्लकाररूपं, सरतु लोट्रूपम् आहत्य अनुसरतु. सकर्मकधातुः अस्ति इति कृत्वा अत्र सन्मार्गं सन्मार्गम् इति कर्मपदम् अस्ति. अपि च अत्र यथा भगिन्या उक्तमस्ति सत् सत् योगः मार्गः सन्मार्गः इति भवति. तत्र सन्धिद्वयम् अस्ति, कोऽपि वदति वा? शोभा भगिनी प्रयत्नं करोतु. आं भगिनि, क्षम्यतां, पुनरेकवारं पृच्छतु भगिनि. सन्मार्गः सन्मार्गः इत्यस्मिन् पदे पदे सन्धिद्वयम् अस्ति. तत्र सत् मार्गः इति प्रथमं भवति, तत्र सत् इत्यस्य तकारस्य दकारादेशः जस् जलां जशोन्ते इति सूत्रेण सद् मार्गं सद् मार्ग सद् योगः मार्गः, तत्र अनुनासिकसन्धिः भवति यरोनुनासिकेनु नासिको वा इति सूत्रेण परवर्णः मकारः अनुनासिकः पूर्ववर्ण दकारस्य सवर्ण अनुनासिक आदेशः भवति, अतः नकारः सन् योगः मार्गः सन् मार्गः इति भवति. उत्तमम्. आहत्य अत्र प्रथमतया जस्त्वं भवति, जस्त्वं भूत्वा दकारः दकारस्य स्थाने दकारः, तदनन्तरं दकारस्य स्थाने अनुनासिकवर्णादेशः भवति. यथा भगिन्या उक्तं यरोनुनासिकेनु नासिको वा इति सूत्रेण तत्र दकारस्य स्थाने तवर्गीय अन्तिमव्यञ्जनं नकारः दन्त्यनकारादेशः अभवत् इति कृत्वा अत्र पदमस्ति सन्मार्गः सन्मार्गम् कर्मपदं सन्मार्गम् अनुसरतु. उत्तमम्. अत्र अनुसरतु इत्यस्मिन् प्रसङ्गे श्रुधातोः प्रसङ्गे किञ्चित् मया दृष्टमस्ति, तदर्थं वदामि. श्रुधातोः अर्थः तु तत्र गत्यर्थकधातुः श्रुधातुः इत्युक्ते गतौ इत्यस्मिन् अर्थे श्रुधातोः प्रयोगः भवति, किन्तु यः कोऽपि वेगेन गच्छति इत्यस्मिन् अर्थे तत्र सार्वधातुकलकारेषु धावादेशः भवति. तत्र सरति इति एकं रूपं, धावति इति धावादेशः अपि भवति इति मया दृष्टं, तदर्थं वदामि. इतोपि अत्र चिन्तनीयः विषयः कः? द्वितीयं वाक्यं भूमा भगिनी भवती एव पठतु. द्वितीयं वाक्यं अर्ण भगिनी वदतु. संसारः अपि सरति इति संसारः. उत्तमं. संसारः सम्यक् सरति इति संसारः आहत्य श्रुधातोः रूपमेव. धन्यवादः भगिनी. अनन्तरं धूमा भगिनी द्वितीयं वाक्यं पठतु. सहयोगं ददातु. सहयोगम् अहं मन्ये सहकारं ददातु. सहयोगम् अपि ददातु. लोट् लकार प्रथमपुरुष एकवचनं ददातु ददातु. सहयोगं योगस्य इत्युक्ते अत्र सहयोगः सः इति उपसर्गः उपसर्गार्थं न सः उपसर्गः नास्ति सः नास्ति अत्र सहयोगः सहयोगः तत्र समस्तपदं भवति योगेन सह किल योगेन सह योगेन सह इति तादृशरीत्या अत्र समासः अस्ति इति भाति. एतावत् अत्र पदमस्ति, प्रथमाविभक्त्यां पदमस्ति सहयोगः, अपि च दाधातुः सकर्मकधातुः अस्ति इति कृत्वा दाधातोः सकर्मकत्वकारणेन सहयोगम् इति कर्मपदम्. अत्र दाधातोः प्रसङ्गे उषा भगिनी किञ्चित् वदतु. दाधातोः प्रसङ्गे दा धातु डुदाय् दाने जुहोत्यादिगणे उभयपति सकर्मकः. ददातु दत्ता दत्तां ददतु. देहि दत्ता दत्तं दत्त. ददानि ददाम ददाम इति अस्ति. उत्तमम्. एतावता अत्र ददातु इति परस्मैपदिरूपं खलु. डुदाव् धातुः उभयपदी धातुः, किन्तु अत्र तु ददातु इति परस्मैपदी लोट्लकाररूपं दत्तमस्ति. अपि च दा धातुः उभयपदी अस्ति इति कृत्वा आत्मनेपदिरूपाणि अपि सन्ति इति एकः विषयः. अपि च अन्यः विषयः भवन्तः जानन्ति इति मन्ये, किन्तु किञ्चित् वदामि, पुनस्मरणार्थं वदामि. अत्र लोट्लकारे प्रथमपुरुष एकवचने रूपद्वयं सिद्ध्यति, मध्यमपुरुष एकवचने अपि रूपद्वयं सिद्ध्यति. कथं? ददातु ददातु इति एकं रूपम् अस्ति, दत्तात् इति रूपमपि विकल्पेन रूप अन्यत् रूपम् अस्ति. अपि च मध्यमपुरुष एकवचनरूपं देही अस्ति, अपि च दत्तात् द्वितीयं रूपम् अस्ति. तत्र किमर्थम् इत्युक्ते वयं व्याकरणवर्गे पठितवन्तः, तत्र एकं सूत्रमस्ति, तुह्यो स्तातङ्गासीषण्यतरस्याम् इति एकं सूत्रमस्ति. तुह्यो स्तातङ्गासीषण्यतरस्याम् इति सूत्रेण तत्र विकल्पेन तातङ्गरूपम् आयाति. तदर्थमेव लोट्लकारे प्रथमपुरुष एकवचने दत्तात् इति रूपम् अस्ति, मध्यमपुरुष एकवचने अपि तुह्योस्तातङ्गासीष् अन्यतरस्याम् इति, अन्यतरस्याम् इति वदामश्चेत् यत्र कुत्रापि सूत्रे अन्यतरस्यां विभाषा वा शाकल्यस्य इत्यादीनि पदानि सन्ति चेत् तत्र विकल्पेन अन्यत् रूपमपि अस्ति इति अवगन्तव्यम्. अत्र दत्तात् इति अन्यत् रूपमस्ति. अपि च मध्यमपुरुष एकवचनरूपं पश्यन्तु, देहि इति अस्ति. तत्र देहि इति देहि पाहि शक्नुहि एतादृशानि रूपाणि केवलम् अङ्गम् अनदन्तमस्ति चेत् तत्र एतादृशं रूपं सिद्ध्यति. तत्र सूत्रमस्ति सेर्ह्यपिच्य इति सूत्रमस्ति. सेर्ह्यपिच्य इत्युक्ते सेहस्थाने हि आदेशः भवतु इति सूत्रं वदति. तदर्थमेव तत्र देहि मध्यमपुरुष एकवचनरूपं लोट्लकारे अनदन्त अङ्गेषु. तत्र परस्मैपदिरूपेषु एव. तत्र परस्मैपदिरूपाणि एकवारं पुनः स्मारयन्तु कोऽपि. उषा भगिनी भवती एव स्मारयतु परस्मैपदी लोट् रूपाणि. देहि दत्तात् दत्तं दत्त. उत्तमम्. एतावता अत्र मध्यमपुरुष एकवचनरूपप्रसङ्गे अहं वदन्ती अस्मि. तत्र देहि साधारणानि पदानि एव. पाधातोः रूपं पारक्षणे पाधातुः पा पिबति इति एकः धातुः अस्ति, पारक्षणे इति अन्यधातुः अस्ति. पारक्षणे इत्यस्मिन् अर्धे तत्र पाति इति लट्लकाररूपं, किन्तु पाहि इति लोट्लकाररूपं. तत्र पाहि देहि स्नाहि शक्निः इत्यादीनि पदानि मध्यमपुरुष एकवचनं लोट्लकारे सम्भवन्ति इति एकः विषयः अस्ति. अपि च भगिनि एकः प्रश्नः, भगिनि क्षम्यतां, वदतु. अष्टाध्यायी मध्ये भगिनि लोट् प्रथमपुरुष तु प्रथम दत्तात् दत्तं, तदनन्तरं ददातु दत्तम् एकवचने, किन्तु मध्यमपुरुष तु देही प्रथम दत्तं तदनन्तरं दत्तात् किमर्थं किमपि कारणम् अस्ति भगिनि तस्य निपात? तदेव अहं वदन्ती अस्मि, लोट्लकारे प्रथमपुरुष एकवचने रूपद्वयं सिद्ध्यति. तत्र ददातु इति साधारणं रूपम् इत्युक्ते अस्माकं पुस्तके केवलं ददातु एव दत्तम् अस्ति, किन्तु अन्यत् रूपमपि अस्ति दत्तात्. दत्तात् इति रूपं कथं साधितम् इत्युक्ते तदर्थमेव तुह्योस्तातङ्गासीष् अन्यतरस्याम् इति सूत्रेण विकल्पेन तत्र दत्तात् इति रूपम् आयाति. मध्यमपुरुषे एकवचने अपि विकल्पेन अन्यत् रूपम् अस्ति दत्तात् रूपम् अस्ति, किन्तु देहि इति सूत्रस्य प्रसङ्गे अहं वदन्ती अस्मि. देहि तत्र कथं सिद्ध्यति इत्युक्ते तत्र हकारः किमर्थम् आयाति तस्मिन् प्रसङ्गे एव मया उक्तं सेह्यपि च इति सूत्रेण तत्र सेह् तत्र आरम्भे सिद्धतिङ्प्रत्ययान् साधयामः, तत्र मूलतिङ्प्रत्ययाः सन्ति, मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययानां निर्माणं भवति, तदनन्तरं सिद्धतिङ्प्रत्ययस्य योजनेन तत्र रूपं क्रियापदस्य रूपं सिद्ध्यति. भगिनि मम प्रश्नः तु सूत्रविषये नास्ति भगिनि, प्रथम तु दत्तात् ददातु दत्तं ददात् भवती उक्तवती विकल्पेन रूपम् अस्ति, मध्यमपुरुषे देही अपि विकल्पेन अस्ति भगिनि, साधारणरूपं तु दत्तात् अस्ति मध्यमपुरुषे एकवचने, साधारणरूपं देही अस्ति विकल्पेन अत्र अन्यत् रूपमपि दत्तात्. चेञ्ज् आर्डर् बट् किन्तु कारणं नास्ति अत्र. भगिनी अहं रमा अस्मि, कम्प्यूटर् मध्ये अल्गोरिदम् वेन् इट् साल्व्स् इट् डस् इट् दिस् वे, डोण्ट् बादर् अबौट् इट्. ओ अस्ति अस्तु, धन्यवादः भगिनी. भगिनी धन्यवादः. कृपया एकवारं पुनः नवरूपाणि लोट्लकारस्य दा धातोः लोट्लकार नवरूपाणि कृपया एकवारं पुनः वदतु भगिनि. गीताञ्जलि भगिनी किञ्चित् वदति वा नवरूपाणि लोट्लकारे? आं भगिनि, लोट्लकार परस्मैपदी रूपाणि दत्तात् ददातु दत्तां ददतु, मध्यमपुरुषे देही दत्तात् दत्तं दत्त, उत्तमपुरुष ददानि ददाव ददाम. धन्यवादः भगिनि. अत्र अरविन्द महोदय भवान् किं वक्तुमिच्छति वदतु. भगिनी प्रथमपुरुषे एकवचने एवं द्वितीय मध्यमपुरुषे एकवचने दत्तात् इति रूपं भ्रमस्य कारणं भवेयुः इति कृत्वा दत्तातु देहि एव सम्यक् प्रयोजनं कर्तव्यम्. ओ अस्तु, विशेषसूत्रैः तस्य प्रसक्तिः अस्ति, किन्तु भ्रमजातस्य कारणम् अपि भवेत्. अस्तु धन्यवादः. इत्युक्ते एतावत् मया अपि केवलं ददातु देहि इत्यादीनि रूपाणि एव मया दृष्टानि, साधारणतया दत्तात् इति अहं न दृष्टवती एतावत् पर्यन्तं, किन्तु तादृशं रूपम् अस्ति, किन्तु भ्रमः भवति इति कारणेन एव तस्य रूप तस्य प्रयोगः विरलतया भवति इति भाति. दे यूस् इट् बट् दे यूस् इट् रेर्लि. इन् आल् वर्ब्स् दिस् प्राब्लम् इस् देर् द प्रथमपुरुष एण्ड् मध्यमपुरुष द फस्ट् एकवचन दिस् दत्तात् दत्तात् बोत् अपियर् द सेम् वे, सो इफ् द कर्ता इस् नाट् स्पेसिफिक्लि मेन्शन्ड् द कन्फ्यूशन् केन् कम्. आं महोदय, पुरुषस्य उत्तमं कन्फ्यूजन् भवति एव. उत्तमं, धन्यवादः. अपि च अत्र देहि इति पदस्य प्रसङ्गे भवन्तः सर्वे श्रुतवन्तः वा, एकं गीतमस्ति, एहि मुदं देहि श्रीकृष्ण कृष्ण, एकं तरङ्गमस्ति, भवन्तः सर्वे शृण्वन्तु, उत्तमः, उत्तमं गीतं, नारायणतीर्थतरङ्गमस्ति. एहि मुदं देहि श्रीकृष्ण कृष्ण इति वदति अग्रिमं वाक्यम्. अनन्तरं पमेला भगिनी भवती पठतु अग्रिमं वाक्यं, तृतीयं वाक्यम्. आं भगिनि, प्रकृतिं स्मरतु, तदेव भगिनि. किञ्चित् किञ्चित् वदतु तस्मिन् प्रसङ्गे. प्र इति उपसर्ग अस्ति, स्मरतु इति स्मृधातु अस्ति. अत्र वाक्यं वाक्यं किम् उक्तवती, प्रकृतिं. ओ सारी सारी सारी, प्रकृतिं पश्यतु. पश्यतु, उत्तमं, पश्यतु, पश्यतु, सारी, वदतु. प्रकृति, एकनिमिषं भगिनि, अहं लिखितवान्. प्रकृति इति प्र इति उपसर्ग मन्ये, कृति आकृति वा इति सन्धि भवति वा? अत्र कोऽपि जानाति वा कीदृशम् एतत् पदं? कृदन्तपदमस्ति. अत्र प्रथमाविभक्त्यन्तं रूपं प्रकृतिः, किन्तु अत्र पश्यतु दृश् धातुः धातुः अस्ति इति कृत्वा प्रकृतिम् इति कर्मपदमस्ति. प्रकृतिं पश्यतु, अत्र कृतिः इति पदं क्रू धातोः क्तिं प्रत्ययान्तरूपं. क्तिम् इति वदामश्चेत् तत्र नकारः हलन्त्यम् इत्यनेन अपगच्छति, ककारः अपि लशक्वतधिते इति सूत्रेण अपगच्छति. इत्युक्ते ककार नकारयोः अनुबन्धलोपानन्तरं तत्र ति एव अवशिष्यते, तदर्थमेव तत्र प्रकृतिः इति पदं सिद्ध्यति. तादृशानि पदानि तिन् प्रत्ययान्तरूपाणि सर्वाणि स्त्रीलिङ्गपदानि भवन्ति. कानिचन पदानि, अन्यानि पदानि वदामि. गतिः, मतिः, कृतिः, श्रुतिः, स्तुतिः, कीर्तिः, सृष्टिः, दृष्टिः, तृप्तिः, धृतिः, भक्तिः, भ्रान्तिः, शान्तिः, स्थितिः, वृष्टिः, बुद्धिः, युक्तिः, एतादृशानि पदानि, एतानि सर्वाणि ह्रस्व इकारान्तपदानि, नित्यस्त्रीलिङ्गपदानि. आहत्य अत्र पदं क्तिं प्रत्ययान्तरूपम् अस्ति. प्रकृतिः साधारणतया प्रा इति उपसर्गः अस्ति चेत् तत्र प्रकर्षेण अथवा प्रकृष्टेन, प्रकृष्टेन अथवा प्रकर्षेण इत्यादि एतादृशरीत्या यदि वयं तस्य अर्थम् अवगन्तुं विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र विग्रहवाक्ये साधारणतया प्रकर्षेण प्रकृष्टेन इति वक्तुं इति तत्र विग्रहवाक्ये श्रूयते. एतावता प्रा इति पदं द्वाविंशति उपसर्गेषु अन्यतमः. तत्र उपसर्गाणाम् एव वयं व्याकरणवर्गे पठितवन्तः, उपसर्गाः एव गतिसंज्ञकाः भवन्ति. उपसर्गाः एव तत्र, क्षम्यतां, प्रादयः, एतेषां नाम अस्ति प्रादयः. प्रादयः एव उपसर्गसंज्ञकाः भवन्ति धातुना सह प्रयोगं कुर्मः चेत्. एते प्रादयः एव गतिसंज्ञकाः भवन्ति, उपसर्गसंज्ञकाः भवन्ति, अपि च कुत्रचित् कर्मप्रवचनीयसंज्ञकाः अपि भवन्ति इति मया पठितमस्ति. एतावता प्रा इति उपसर्गः. क्रू धातोः रूपमेव कृतिः, कृतिः. अपि च पश्यतु, पश्यतु प्रसङ्गे किञ्चित् वदतु, वदतु भगिनि. भगिनि किञ्चित् स्पष्टीकरणार्थं यथा घञ् प्रत्यय योजयामश्चेत् सर्वदा पुंलिङ्ग एव संज्ञापदं निष्पन्नं भवति, तथैव तिन् प्रत्यय योजयामश्चेत् सर्वदा संज्ञापदं स्त्रीलिङ्ग एव भवति न? समीचीनं भगिनि, एतानि पदानि तिन् प्रत्ययान्तरूपाणि. पश्यतु इत्यस्मिन् प्रसङ्गे वदतु भगिनि, कमला भगिनी वदतु. आं भगिनि, दृश् इति धातु मूलधातु, तस्य रूपं भवति पश्यतु लोट् लकारे, पश्यतु पश्यतात् पश्यतां पश्यन्तु पश्य पश्यतात् मध्यमपुरुषरूपाणि पश्यतं पश्यत, अपि तु उत्तमपुरुषाणि पश्यानि पश्याव पश्याम इति रूपं सिद्ध्यति. दृष्टातु सकर्मकधातुः अस्ति, द्वादिगणे अस्ति. अपि च अत्र धातुः दृश्य दृशिर् प्रेक्षणे किन्तु अत्र पश्य इति पश्यति रूपं कथम् आयाति? पश्यतु अरविन्द महोदय किञ्चित् वदतु कस्मिन् प्रसङ्गे. लाङ्ग् सूत्रं अधुना पश्यामि भगिनि, किन्तु अहं न जानामि. एकसूत्रम् अस्ति अस्ति अस्ति शब्द सदा सदां पिब् जिग्रष्ट मना यच्च पश्य प्रत्ययपरे एव आगच्छति. अत्र विषयः तु मुख्यविषयः अस्ति शिति परे. शिति परे इत्युक्ते शित् प्रत्यये परे इत्युक्ते अत्र सार्वधातुकलकारेषु ध्वनिः अस्ति किञ्चित् शत्रुन्तरूपाणि अत्र दूरवाणी ध्वनिः अस्ति. धन्यवादः. अत्र एतावता बहु दीर्घं सूत्रमस्ति, तेन दीर्घसूत्रेण दृश्यस्थाने पश्य आदेशः भवति, अपि च केवलं सार्वधातुकलकारेषु अपि च शत्रन्तरूपं शाणजन्तरूपं तत्र एव इत्युक्ते सार्वधातुकप्रकरणे वयं चतुरः लकारान् पठामः, अपि च शत्रन्तरूपाणि शाणजन्तरूपाणि अपि तत्र सार्वधातुकप्रकरणे एव आयान्ति. इत्युक्ते एतावता दृश्यस्थाने पश्य आदेशः केवलम् एतेषु चतुर्षु लकारेषु अपि च शत्रन्तरूपेषु शाणजन्तरूपेषु एव दृश्यस्थाने पश्य आदेशः भवति, किन्तु अन्येषु स्थलेषु तस्य पश्य आदेशः न भवति. उदाहरणार्थं दृश्यधातोः लृट् भविष्यत्कालरूपं द्रक्ष्यति अस्ति, तत्र धातोः तत्र पश्य आदेशः न भवति. किमर्थम् इत्युक्ते लृट् लकारः अथवा भविष्यत्कालार्थे लृट् लकारः अस्ति, तत्र तस्य लृट् लकारस्य नाम आर्धधातुकलकारः सार्वधातुकः नास्ति. इत्युक्ते शितिपरे एव पश्यादेशः भवति. अन्येषु स्थलेषु केवलं दृश् रूपं यथावत् तत्र धातोः रूपं तत्र आयाति इति विषयः. अनन्तरं पमेला भगिनी अग्रिमं वाक्यं पठतु. अग्रिमं वाक्यं संस्कृतं लसतु वदतु संस्कृतम् इत्युक्ते समस्तपदम् अस्ति वा भगिनि अहं न जानामि सम्यक्तया इत्युक्ते साधारणतया किं वक्तुं शक्नुमः सम्यक् कृतं सम्यक् सम्यक् तत्र संस्कृतम् इति कथं पदं कथं निष्पन्नं भवति तस्मिन् प्रसङ्गे अहम् एकं करपत्रं पठितवती कक्षायाः अनन्तरम् अहं प्रेषयामि तत्र सम् उपसर्गपूर्वकः क्रू धातुतः क्ताप्रत्ययस्य योजनेन संस्कृत इति प्रातिपदिकं सिद्ध्यति तत्र संस्कृतिः संस्कारः संस्कृतं संस्कर्ता एतादृशानि पदानि एतेषां पदानां निर्माणं कथं भवति इति अहं पठितवती कक्षाः अनन्तरं प्रेषयामि आहत्य संस्कृतभाषायाः लिप्याः नाम किं भगिनि वदतु लिपिः भगिनि लिपिः लिप्य लिप्याः नाम देवनागरी देवनागरी उत्तमं संस्कृतं तु संस्कृतस्य नाम अस्ति देवभाषा तस्य लिप्याः नाम देवनागरी संस्कृतभाषायाः अन्य नाम किं कोऽपि वदतु देवभाषा उत्तमं गीर्वाणभाषा सुरसरस्वती वदतु सुरसरस्वती गीर्वाणभाषा गीर्वाणभाषा इति वदामः अपि च अत्र लसतु इति पदमस्ति तस्मिन् प्रसङ्गे वदतु भगिनि लसं श्लेषणक्रीडनयो इति उपदेशकधातु अस्ति मूलधातु लस् इति सिद्ध्यते उपदेशे जनुनासिक इति संज्ञा भवति अन्तिम अनुस्वारस्य लस् तस्य लोटरूपाणि अस्ति लसतु लसतात् लसताम् अपि तु लसन्तु मध्यमपुरुष लस् लसतात् लसतं लसत उत्तमपुरुष लस् लसाव लसामः अपि तु अकर्मकधातु अस्ति मम एका शङ्का अस्ति यदि अकर्मकधातु अस्ति तु संस्कृतम् इति कथं सिद्ध्यति भगिनि अत्र अस्मिन् वाक्ये संस्कृतम् इति पदं नपुंसकलिङ्गपदम् अपि च कर्तृपदं संस्कृतं लसतु आमाम् ओके एतावत् लसतु इत्युक्ते टु कम् टु लैट् लसतु इत्युक्ते प्रकाशयतु शोभतु इति शोभतु इति अर्थः अस्ति लसतु भवन्तः सर्वे श्रुतवन्तः वा एकं गीतमस्ति पठत संस्कृतं लसतु संस्कृतम् आं भगिनि उत्तमं पठत संस्कृतं वदत संस्कृतं लसतु संस्कृतं गृहे गृहे च पुनरपि कक्षायाः अनन्तरं सर्वे भगिनी कृपया म्यूट् करोतु अत्र ध्वनिः अस्ति तत्र गीतमस्ति पठत संस्कृतं वदत संस्कृतं लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि इति एकं गीतमस्ति कक्षायाः अनन्तरं भवन्तः सर्वे शृण्वन्तु श्रुत्वा तत्र गीतं गीते कानि कानि पदानि सन्ति तत्र सन्धयः सन्ति वा तत्र कीदृशं साहित्यमस्ति तत्र एतत् सर्वं वयं गृहपाठरूपेण कर्तुं शक्नुमः उत्तमम् अग्रिमं वाक्यं धन्यवादः भगिनि अनन्तरं रमा भगिनी क्षम्यतां भगिनि सम्यक् न उक्तुम् उक्तवती वदतु क्षम्यताम् अहं सम्यक्ता न उक्तवती तदर्थं क्षमा याचे न न चिन्ता मास्तु भगिनि, चिन्ता मास्तु, तथा तथा मा चिन्तयतु, वदतु महोदय. लसतु अत्र तु श्लेषित् आश्लेषणे इति सम्यक् भवति संस्कृतम्. आश्लेषणे, आश्लेषणे इत्युक्ते आश्लेषणम् इत्युक्ते किं? स्वीकरोतु. आलिङ्गनम् श्लिष् दातु. उत्तमं. संस्कृतं लसतु अत्र आश्लेषणं सम्यक् भवति. उत्तमम् उत्तमं महोदय. इत्युक्ते आश्लेषणम् आलिङ्गनम् इत्युक्ते टु एम्ब्रेस्, एम्ब्रेस् संस्कृतम् इति अर्थः. भगिनि क्लेषणं वा आश्लेषणम्? आश्लेषणम्. मम समीपे धातुपुस्तकं कोश अस्ति, अत्र लस् धातु क्लेशनक्रीडनयोः इति अर्थं दत्तं भगिनि. श्लिष् श्लिष् योग गञ् धातु श्लेषः आलिङ्गनम् इति कल्पद्रुमे दत्तमस्ति. आं महोदय. इत्युक्ते अत्र महोदय किं वक्तुम् इच्छति इत्युक्ते, अत्र तु लसतु इति पदस्य अर्थः श्लेषणक्रीडनयोः इति अर्थद्वयं दत्तमस्ति, किन्तु अस्मिन् प्रसङ्गे संस्कृतं लसतु अस्मिन् प्रसङ्गे श्लेषणार्थे स्वीकर्तव्यं. लसधातोः अर्थः श्लेषणार्थे स्वीकर्तव्यं. श्लेषणम् इत्युक्ते वयं साधारणतया शृणुमः एकं पदम् आश्लेषणम्. आश्लेषणम् इत्युक्ते एम्ब्रेसिङ्ग्, आलिङ्गनम्. आश्लेषणमपि आश्लेषणम् अर्थमपि श्लेषणमेव. आ इति नेगटिव् न श्लेषणम् अश्लेषणं न भगिनि. दीर्घ आकारः आ उपसर्गपूर्वकः श्लिष् धातोः रूपम् ल्युडन्तरूपं ल्युडन्तरूपम् आश्लेषणम् आलिङ्गनम् इति पर्यायवाचकशब्दद्वयं. वदतु. अश्व अश्व आकारः स्वीकृत्य नै तत् पुरुष इति आश्लेष अपि च आश्लेष इति एक नक्षत्रस्य नाम अस्ति. आश्लेषनक्षत्रं तत्र तथा किमर्थम् इत्युक्ते तत्रापि विशिष्ट अर्थः अस्ति इति भाति. इट् इस् एम्ब्रेसिङ्ग् द प्रीवियस् नक्षत्रम् देर् इस् संथिङ्ग् लैक् दट्. एतावता आश्लेषणं तत्र इत्यस्मिन् अर्थे एव अत्र एम्ब्रेस् संस्कृतम् इत्यस्मिन् अर्थे अत्र दत्तमस्ति. संस्कृतं नपुंसकलिङ्गपदम्. उत्तमम्. अपि च नमस्कारः ललितां. नमस्कारः. पुटसङ्ख्या गीतासोपानि एकपञ्चाशत् भगिनि अहं वदामि वा? वदतु अग्रिमं वाक्यं. हा, ध्येयं स्मरतु. ध्येयं ध्येयं ध्यायति ल्युट् कृदन्ता अस्ति ध्येयं स्मरतु. भगिनी अत्र ल्युडन्तरूपं भवति चेत् किं भवति? नं ध्ये ध्यानम् ध्यानं भवति. ध्येयं इति लिखितमस्ति. वदतु. ध्येयं न अवगच्छति कृत् प्रत्यय. अत्र कोऽपि वदति चेत् वदतु. वदतु भगिनि, वदतु. ध्येयं न अवगच्छति. स्मरतु स्मृ धातु लोट्लकारः प्रथमपुरुष एकवचनम् अस्ति. उत्तमम्. अत्र ध्येयम् इति पदस्य विषये किञ्चित् वदामि. अत्र ध्येयी ध्यै इति धातुः ऐकारान्तधातुः अस्ति. ध्यै धातोः लट् लकाररूपं ध्यायति, लोट् लकाररूपं ध्यायतु, किन्तु अत्र कृदन्तपदमस्ति, न कृदन्तपदं पदं ध्यै धातुतः यत् प्रत्ययस्य योजनेन ध्येयं. ध्येयं यः ध्यातव्यः विषयः अस्ति तदेव ध्येयम्. दट् इस् समथिङ्ग् टु बि प्रत्यय, यत् प्रत्यय, यत् प्रत्ययस्य रूपम्. अत्र ध्येयम् इत्यस्मिन् पदे तस्मिन् अर्थे एव अन्यानि पदानि अपि वक्तुं शक्नुमः. कथं ध्यातव्यं, ध्यानीयं, तव्यत् प्रत्ययान्तरूपं ध्यातव्यम् अस्ति, अनेर् प्रत्ययान्तरूपं ध्यानीयम् अस्ति, किन्तु अत्र यत् प्रत्ययस्य योजनेन ध्येयम् इति पदं सिद्ध्यति. ध्येयम् इत्युक्ते यत् ध्यातव्यमस्ति तदेव ध्येयं. दट् इस् समथिङ्ग् टु बि रिमेम्बर्ड् आर् हौ टु से दट्. भजगोविन्दं मध्ये आगच्छति, भजगोविन्दं मध्ये ध्येयं गीता. Meditated ध्यानम् इति ल्युडन्त रूपम् अस्ति. ध्यानं ल्युट् प्रत्ययान्तरूपं, किन्तु अत्र भिन्नं पदमस्ति. किन्तु तत्र ध्येयं, ध्यातव्यं, ध्यानीयम् एतानि समानार्थकपदानि इति मम चिन्तनम्. अपि च स्मरतु, ध्येयं स्मरतु, स्मृधातोः रूपमेव स्मरतु. तत्र अत्रापि विकल्पेन स्मरतात् इति रूपम् अस्ति. तत्र मया व्याकरणवर्गे पठितमासीत्, तदर्थं वदामि. तत्र स्मरतु, तत् उकारः, उकारः आयाति अन्ते. किमर्थमित्युक्ते तत्र एकं सूत्रमस्ति, एरुः, एरुः, एरुः गुणः अपि भवति, स्मृ धातोः गुणः अपि भवति. स्मर भूत्वा किं, भूत्वा किं रूपम् आयाति तत्र? एरुः तु स्मर, तत्र स्मर इति रूपम् आयाति. सर्व अत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा. किमर्थमित्युक्ते तत्र धातुः स्मृधातुः अस्ति, स्मृधातुः तत्र रूकारान्तधातुः अस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा स्मर इति रूपमायाति. तदनन्तरं तत्र साधारणतया लट् लकारे स्मरति अस्ति, किन्तु अत्र विशिष्टसूत्रेण इकारस्य स्थाने उकारादेशः भवति इति कृत्वा स्मरतु इति भवति. तत्र सूत्रमस्ति एरुः, एरुः सूत्रेण तत्र स्मरतु इति रूपम् आयाति. उत्तमं भगिनी. सुजाता भगिनी, भवती पठतु अग्रिमं वाक्यं. भारतम् आम् महोदय, भारतं जयतु, भारतं जयतु भगिनि. किञ्चित् वदतु. भारतं कर्मपदमस्ति, जय जय धातु, यान्तावन्तादेशसन्धि भवति, जयतु लोट् लकार. अत्र जी धातुः कीदृशधातुः, सकर्मकः वा अकर्मकः, अकर्मकः वा? सकर्मकधातु, सकर्मकधातुः जी धातु. जी धातोः रूपमेव अत्र जी इति धातुतः कीदृशं कार्यं भवति, जय इति कथमायाति? सार्वधातुक आर्धधातुकयोः इति गुणः भवति, ये भवति तदनन्तरं ये योगः आयोगः यचयावसूत्रे जय भवति, जयति. उत्तमम्. उत्तमम् इत्युक्ते अत्र कीदृशं भवति इत्युक्ते अत्र जी धातुः ह्रस्व इकारान्तधातुः अपि च भुवादिगणे अस्ति. भुवादिगणे किं भवति? शप् इति विकरणप्रत्ययः आयाति. शप् इत्यस्मिन् अकारः एव तत्र तिष्ठति जी. तदनन्तरं सार्वधातुकार्थधातुकयोः इति सूत्रेण तत्र गुणकार्यं भूत्वा जे भवति. तदनन्तरं जे योगः आ शप् इत्यस्मात् आ तत्र अवशिष्यते. जे योगः आ तदा यान्तमान्तादेशसन्धिः भवति. यचोयवायावः इति सूत्रेण तत्र अयादेशः भवति इति कृत्वा जयति इति रूपम् आयाति. किन्तु अहं किञ्चित् अत्र साधारणतया अस्माकं कृते कुत्रचित् भ्रमः जायते. कथम् इत्युक्ते जी धातुतः जयति भिन्नं भिन्नं पदम्, जीव् धातुतः जीवति तद्भिन्नं, तथा एव जनी धातुतः जायते. एतानि पदानि सम्पूर्णतया भिन्नानि, भिन्नधातवः सन्ति. जयति, जीवति, जायते. जयति इत्युक्ते काङ्कर् इति अर्थः. अत्र जी धातोः प्रसङ्गे एकः विशेषः अस्ति. तत् किम् इत्युक्ते वि परा इति उपसर्गाः सन्ति. एतत् उपसर्गद्वयं तत्र जी धातोः पूर्वं योजनेन सः क्रियापदम् आत्मनेपदिवत् भवति. जयति इति परस्मैपदरूपं, किन्तु वि इति उपसर्गस्य योजनेन तस्य रूपम् आत्मनेपदिरूपं भवति. विजयते इति आत्मनेपदि, तथा एव परा इति उपसर्गस्य योजनेन तस्य क्रियापदस्य रूपम् आत्मनेपदिरूपं भवति. पराजयते, विजयते, किन्तु जयति इति परस्मैपदरूपम्. अत्र वाक्यमस्ति भारतं जयतु. तत्र भारतं जयतु इत्यस्मिन् वाक्ये भारतम् इति कर्तृपदं वा अथवा कर्मपदं वा कोऽपि वदतु? अहं चिन्तयामि कर्तृपदं. कर्तृपदं कर्तृपदं भारतं जयतु इति कर्तृपदम् अस्ति. उत्तमम्. अग्रिम अभ्यासस्य चिन्तनं कुर्मः अधुना. तत्र भारतं भासते भासते भार रेप्रेजेंट्स भासते. रतम मीन्स इट इज इमर्स्ड इन दैट प्रकाश प्रकाशयते रमते रमते ओके ओके कंटिन्यू देन भारत इज दैट भासी रतः इति भारतः. भासीरतः अपि साधुः भायां रताः. भायां भा इति अहम् एकवारं प्रेषितवती. भा इति एकं सुबन्तपदम् अस्ति. तत्र सप्तमी विभक्त्यन्तं रूपं भायां रताः इति अपि भवितुम् अर्हति. उत्तमरीत्या उक्तवती भगिनी. अनन्तरं तत्र भारत इति पदस्य प्रसङ्गे इतोपि ज्ञातुमिच्छामश्चेत् भरतस्य गोत्रापत्यं पुमान्. भरतस्य भारतः इत्युक्ते भरतस्य गोत्रापत्यं पुमान् भारत. तत्र भारत इति तद्धितप्रत्ययान्तपदमपि भवितुमर्हति अण्प्रत्ययस्य रूपम्. अपि च भारतदेशः इति वदामश्चेत् तत्र भारतम् इति देशः इति वदामश्चेत् तत्र सम्भावनापूर्वपदकर्मधारयसमासः भवति. किन्तु केवलं भारतम् इति वदामश्चेत् इत्युक्ते महाभारतप्रसङ्गे वदामश्चेत् भरतवंशीयान् अधिकृत्य लिखितः ग्रन्थः इति महाभारतमिति तत्र महत् भारतम् इति विग्रहवाक्यं वक्तव्यं भवति. तेन तत्र महत् स्थाने महा इति आदेशः भवति. तत्र समस्तपदम् महाभारतम् इति. एतावदत्र भारतं जयतु इति वाक्यमस्ति. अग्रिमम् अत्र शुभदा भगिनी भवती पठतु. आं भगिनि. कोष्ठके विद्यमानेन उचितक्रियापदेन रिक्तस्थानानि पूरयत. शृणोतु, भवतु, सम्पादयतु, करोतु, निर्मातु, त्यजतु, प्राप्नोतु, साधयतु, सृजतु, प्रदर्शयतु. भवान् परिश्रमं करोतु. भवान् एकवारम् अत्र विद्यमानेन इति पदस्य प्रसङ्गे वदतु. न जानामि भगिनि, सोरि. शाणच् अस्ति, शाणच् अस्ति विद् धातु. शाणच् प्रत्यय विद्यमाना विद्यमाना विद्यमानेन तृतीया विभक्ति शाणच् प्रत्यय योजयित्वा आगच्छति. उत्तमम्. विद् सप्तायाम् इत्यस्मिन् अर्थे तस्य रूपमस्ति वाक्यमेव. तत्र विद्यते इति रूपम् अस्ति. क्षम्यतां, विद्यते इति रूपम् अस्ति. विद्यते इत्युक्ते वर्तते एव. तस्य षाणजन्तरूपं विद्यमान विद्यमान इति प्रातिपदिकमस्ति. विद्यमानप्रातिपदिकात् त्रिषु लिङ्गेषु सप्तसु विभक्तिषु रूपाणि भवितुमर्हन्ति. अत्र तु तृतीया विभक्ति. अर्थं किम् आङ्ग्लभाषायाम् अर्थं विद्यमानं विद्यमान placed given given placed placed present vinyasit present vinyasit present kriyapadayana punah vadatu mahodaya sthapanam kritam established to place placed inside the call in the column the verbs which have been placed inside the table. अत्र लता भगिनी अत्र तु विद्यते मीन्स् अस्ति अस्ति विद्यमान दट् इस् देर् दट् इस् प्रेसेंट देर् कंटीन्यूअस् अन्य पदमस्ति विन्यसित. अत्र विद्युधातोः प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते विद् विद् सत्तायां यथा भगिन्या उक्तं विद्यते, वर्तते, अस्ति, एतानि समानार्थकपदानि. किन्तु विद् धातुः एक्सिस्ट् इत्यस्मिन् अर्थे तत्र भुवादिगणीयधातुः नास्ति. विद्यते इति देवादिगणीयधातुः अस्ति. अपि च परस्मैपदिधातूनां प्रसङ्गे शत्रन्तरूपाणि सम्भवन्ति. किन्तु आत्मनेपदी धातु धातुः अस्ति चेत् षाणजन्तरूपं प्रेसेण्ट् कण्टिन्यूस् टेन्स् इति. तत्र विद्यमान इति पदमस्ति. अपि च अत्र रिक्त इति पदमस्ति. रिक्त इति पदम् अपि क्तान्तरूपम् अस्ति. रिच् धातोः रूपमेव रिक्त. रिक्तस्थानानि रिक्तस्थानानि इति विशेषणपूर्वपदं कर्मधारे भवति. पूरयत पूरयत इति अहं दृष्टवती. तत्र तत्र पूरि आप्यायने चुरादिगणे धातुः अस्ति फुल्नेस् इत्यस्मिन् अर्थे पूरयति पूरयति इति रूपम् अस्ति. अत्र भगिनी वदतु अत्र वाक्यानि पूरयतु. भवान् परिश्रमं करोतु, भवती जागरूकः भवतु. भवती वाक्यद्वयं वदतु. भवान् योजयित्वा एकवाक्यं, भवती योजयित्वा वाक्यं, तदेव वाक्यं वदतु. भवान् परिश्रमं करोतु, भवती परिश्रमं करोतु एव. अत्र परिश्रमम् इति कीदृशं पदम्? परिश्रमम् इति कर्मपदम्. करोतु करोतु इति क्रू धातु इति सकर्मकः धातु. परिश्रमः इति पदमस्ति. इतोपि किञ्चित् वदति वा, परिश्रमः इति कीदृशं पदम्? परि उपसर्गपूर्वकः श्रम धातोः कृदन्तपदम् उत्तमम् अस्ति वा? ओके, अत्र श्रम धातुतः तत्र अहं चिन्तयामि घञन्तरूपं पुंलिङ्गपदमस्ति इति कृत्वा श्रम धातोः रूपमेव श्रान्तिः तिं प्रत्यान्तरूपं साधारणं पदमेव विश्रान्तिः. विश्रान्तिः इति वदामश्चेत् तत्र वि उपसर्गपूर्वकः श्रम धातुतः क्तिं प्रत्ययस्य योजनेन विश्रान्तिः इति पदं सिद्ध्यति. तत्र कृदन्तपदमेव. अपि च परिश्रमः इत्युक्ते प्रयासः, एफर्ट् इति अर्थे भवति. परिश्रमं करोतु. अग्रिमं वाक्यम्. एण्ड् श्रान्तः इति टयर्ड् रैट्? श्रान्तः, क्षम्यतां, श्रान्तः इत्युक्ते टयर्ड् एव. भवान् जागरूकः भवतु. भवती जागरूकः भवतु. भगिनि, श्रान्ति इत्युक्ते किं? यदि श्रान्त इत्युक्ते टायर्ड्, श्रान्ति इत्युक्ते किं? समाने वा भगिनि? श्रम धातु यथा भगिन्या उक्तं, श्रान्तः इत्युक्ते टायर्ड्. श्रान्ति अपि टायर्ड्. अत्र पश्यन्तु, श्रम धातुतः क्ताप्रत्ययस्य योजनेन श्रान्त रूपं सिद्ध्यति. क्तिन् प्रत्ययस्य योजनेन शान्ति, श्रान्ति इति रूपम् आयाति. तत्र धातुः श्रम धातुः अस्ति. श्रान्तः इत्युक्ते टायर्ड्, दट् पर्सन् इस् टायर्ड् इति वदामश्चेत् सः श्रान्तः अभवत्. श्रान्ति इत्युक्ते किं भगिनि? श्रान्ति, श्रान्तिः इति क्तिन् प्रत्ययन्तरूपम्. इट् इस् ए स्टेट् आफ् गेटिङ्ग् टायर्ड्, बीङ्ग् टायर्ड्. द्वयोः समानार्थक, श्रान्तः अपि श्रान्ति न भगिनि? अत्र भवती जानाति एव क्तान्तरूपाणि, क्तान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति, श्रान्तः, श्रान्ता, श्रान्तम्. किन्तु क्तिन् प्रत्ययस्य क्तिन् प्रत्ययान्तरूपं केवलं स्त्रीलिङ्गे एव भवति, श्रान्तिः. श्रान्तिः इत्युक्ते अहं चिन्तयामि तत्र विगतः, विगतः श्रान्त, श्रान्तिः यस्मात् सः इति भवति इति भाति. अत्र तु श्रमः एव अस्ति न? श्रम धातुः. अत्र श्रमः, परिश्रमः, आश्रमः अपि श्रमः, इट् कम्स् फ्रम् श्रमः, आश्रमः. किन्तु विश्रान्तिः, विश्रान्तिः इति पदं तु श्रम धातोः रूपमेव. उत्तमम्. अनन्तरम् अत्र आश्रम, आश्रमपदं श्रमाणाम् अन्तम् आश्रमम्, यत् त्यागेन संन्यासपर्यन्तं श्रमस्य अभावेन आश्रमम् इति वर्णाश्रमं दत्तमस्ति. मीन्स् मीन्स् आल् आल् एण्डेवर् टु अचीव् संथिङ्ग् कम्स् टु एन् एण्ड् वेन् यु एण्टर् एन् आश्रमम्. धन्यवादः. आल्सो विश्रान्ति इति टु टेक् रेस्ट्, दो श्रान्तः इस् टायर्ड्, विश्रान्ति इस् टु टेक् रेस्ट्, रैट्? बट् इट् इस् नाट् एन् एण्ड्, इट् इस् ए गेप् इन् बिट्वीन् श्रम. आश्रम इस् द एण्ड् आफ् श्रम. अस्तु, धन्यवादः, धन्यवादः महोदय. अस्तु, धन्यवादः. उत्तमम्. अत्र शुभदा भगिनी, अत्र जागरूकः भवतु इति इत्यस्मिन् वाक्यस्य वाक्ये इतोपि वैशिष्ट्यं किं, किञ्चित् वदतु. भवतु, भवतु भूधातोः लोट्लकारे प्रथमपुरुष एकवचन भवतु. जागरूकः, भवान् जागरूकः भवतु. भवतु भूधातु अकर्मकधातुः. जागरूकः भवतु इति जागरूकः भवान् शब्दस्य विशेषणम् इति अहं मन्ये. ऐ डोण्ट् नो वेदर् रैट्. उत्तमम्. इत्युक्ते अत्र अत्र भवतु एतद्वाक्यं सः जागरूकः भवतु, भवान् जागरूकः भवतु इति वाक्यम् अस्ति. भवती तत्र नववाक्यानि लेखितुं शक्नोति वा? अत्र भवान् जागरूकः भवतु. सर्वे शृण्वन्तु, भगिनी किञ्चित् एकवारं प्रयत्नं करोतु. अत्र नववाक्यानि लेखितुं शक्नुमः वा? भवती जागृतः जागृतः तिष्ठतु. न न, अत्र भवान् जागरूकः भवतु इति पुंलिङ्गे अस्ति. भवती जागरूका भवतु इति भवति. द्विवचने किं वक्तव्यम्? भवत् शब्दस्य द्विवचनं भवन्तौ जागरूकौ. ओया, भवान् भवन्तौ भवन्तः भवन्तौ जागरूकौ भवतु भवतां भवतां भवन्तः भवन्तः जागरूकाः भवन्तु भवन्तु. उत्तमम्. अपि च त्वं जागरूकः भव, त्वं जागरूकः भव, त्वं युवां जागरूकाः, सोरि, जागरूकौ भव, भवसि भवतं भवतं भवतं यूयं जागरूकौ जागरूकाः भवत भवता. उत्तमम्. अहम् अहं जागरूकः भवामि, भवानि आवां जागरूकौ भवाव आवां, सोरि, वयं जागरूकाः भवाम भवाम. उत्तमम्. उत्तमं भगिनि, तादृशरीत्या वाक्यानि वक्तव्यानि. उत्तमम्. अत्र एतावत् भूधातुः अकर्मकधातुः, अपि च अत्र एकः धातुः अस्ति जागृ इति धातुः अस्ति. जागृधातोः रूपमेव लट्लकाररूपं जागर्ति, लट्लकार प्रथमपुरुष एकवचनरूपं जागर्ति, साधारणं पदमेव जागरणं, जागरणम् इति जूडन्तपदम् अस्ति. अत्र जागरूकः इत्युक्ते जागरणशीलः इत्युक्ते यस्य शीलं तादृशमस्ति तच्छीलादिषु कर्तृषु. तत्र एकः प्रत्ययः अस्ति इति मया पठितमस्ति. इत्युक्ते तस्य शीलं तादृशमस्ति, तस्य स्वभावः तादृशः अस्ति इति तत्र जागरूकः इति पदस्य अर्थः जागरणशीलः. जागरणशीलः इत्युक्ते यः स्वकर्तव्ये अप्रमत्तः, स्वकर्तव्ये सावधानः भूत्वा स्वकर्तव्यम् अप्रमत्ततया निर्वहति, सः पुरुषः एव जागरूकः, जागरणशीलः. उत्तमम्. भगिनि, नवल् प्रति अस्ति न जागरूकः? नवल् अहं शब्दकोशं दृष्टवती भगिनि, नुवल् इति न लिखितमस्ति. तत्र भिन्नप्रत्ययः अस्ति इति भाति. ऊक इति दत्तम्. अक अस्ति चेत् नुवल् प्रति अस्ति वा भगिनि? अक अक अस्ति चेत् नुवल्. ऊकप्रत्यय जागृ योगः उक जागरणशीले अमरः. एतावत् अत्र तु जागृधातोः रूपमेव जागरूकः इति ज्ञातव्यम्. अग्रिमं वाक्यम् अपि च अत्र जागृधातोः रूपाणि वयं पश्यामश्चेत् तत्रापि मध्यमपुरुषे एकवचने जागृहि इति रूपमस्ति. तत्र जागृहि लोट्लकारे. किन्तु जागृधातोः रूपाणि किञ्चित् तत्र डिफिकल्ट् रूपाणि सन्ति. जागर्तु जागर्तु जागृता जागृतं जागृतां जाग्रतु जाग्रतु जागृहि जागृता जागृतं जागृता उत्तमपुरुष जागरणि जागराव जागराम जागराणि. तत्र किमर्थम् अत्वमस्ति तत्र उत्तमम्. इत्युक्ते क्रूधातोः प्रसङ्गे अपि तत्र लोट्लकारे उत्तमपुरुषे एकवचनरूपं करवाणि करवाणि इति अस्ति. तथा एव अत्रापि जागराणि इति अस्ति. इत्युक्ते तत्र अट्कुत्वाङ्गनं व्यवायपि इति सूत्रेण णत्वं भवति, मूर्धन्यणकारः आयाति. किन्तु भूधातोः प्रसङ्गे तत्र भवानि इति भवति. तत्र णत्वस्य कृते निमित्तमेव नास्ति इति कृत्वा केवलं भवानि इति रूपम् अस्ति. साधारणतया भवानि इति पदं परिशीलयामश्चेत् भवानी दीर्घ ईकारः अन्ते अस्ति चेत् भवस्य भार्या पार्वती भवानी इति रूपम् अस्ति. किन्तु अत्र क्रियापदस्य प्रसङ्गे उत्तमपुरुषे एकवचनरूपं लोट्लकारे भूधातोः भवानि ह्रस्वरूपं ह्रस्वरूपमेव तत्र आयाति. किन्तु भवानी तत्र दीर्घ ईकारः अन्ते श्रूयते चेत् तत्र भिन्न अर्थः अस्ति इति एकः विषयः. अनन्तरं जागृतृ इति नामपदम् अपि अस्ति वा? One who is awake, jagratru, any rukaranta for that, is it? Just thinking, I don't know. Jagruta, jagruta. Like data, it will become jagruta. Will it? Tatra, spashtataya tatra rupam kim iti drushtva eva, tat padam, tingata padam va, nochit jagrudhato ho, तत्र नवरूपाणि सन्ति तेषु अन्यतमं रूपं वा नो चेत् कृदन्तपदं वा तत्र स्पष्टतया रूपं दृष्ट्वा एव वक्तुं शक्नोमि भगिनि. बिकास् जागृत अवस्था इति जागृदावस्था कल्पद्रुम जागरूह त्रिषु लिङ्गेषु वर्तते जागर्ति इति जागृयोगः ऊक एकं विशेषसूत्रमस्ति तृतीय अध्याये द्वितीयपादे 165 दट् स्पेशल् सूत्र इस् द ऊका प्रत्यय फोर् टु जागर जागरणकर्ता इति तात्पर्यः. इत्युक्ते केवलं तस्य पदस्य प्रसङ्गे एव एकं विशिष्टं सूत्रमस्ति. यस् अस्तु धन्यवादः. अनन्तरं सजगः इत्यपि एक सजग सजग अपि वयं इति श्रूयते सजग इति सः जागरूकः अस्ति सः सजगः इति मेबि सजगः. अस्तु सजगः जागरूकः जागरूकेण सः I mean, I don't know, Jagarukena may not be the right Srutiya. Sajagaha is the samanarthaka of Jagarukaha. Like Sajagaha and Jagarukaha, both are Saha, who is Jagarukaha, is called Sajagaha. Agrimam Vakyam. Atra Gitanjali Bhagini Bhavati Patattu Agrimam Vakyam. Pravachanam. भवान् प्रवचनं शृणोतु. भवती प्रवचनं शृणोतु. किञ्चित् वदतु. प्रवचनम् अत्र तु प्र इति उपसर्ग अस्ति. वच् धातु प्रवचनम् इति कर्मपदमस्ति. शृणोतु तु सकर्मकधातु. श्रु धातु रूपं तु लोट् लोट् प्रथमपुरुष एकवचन. शृणोतु समानेव. प्रवचनम् इति पदस्य अन्य किमपि जानामि. ल्युडन्तपदं. हा ल्युट्. अत्र वच् धातु वयं सर्वे वद् धातोः रूपाणि जानीमः, किन्तु वच् धातुः भिन्नः. वच् धातोः रूपाणि किञ्चित् भिन्नानि भवन्ति. कोऽपि वदन्तु अत्र, केऽपि वदति वा अत्र वच् धातोः रूपाणि? उच् उक्त उक्त उक्त इति आयाति वच् धातुतः. वदति आयाति इति. उषा भगिनी किञ्चित् वदतु वच् धातुः रूपाणि. लट् लकारेण लट् लकार लट् लकारं वदतु. वक्ति वक्तः वचन्ति. वक्षि वक्तः वक्थ वच्मि वच्वः वच्मः. तत्र किञ्चित् तत्र भिन्नरूपाणि सन्ति. स्मरणार्थं बहु क्लिष्टकरमस्ति. अत्र वक्ति वक्तः वचन्ति. वक्षि वक्षि वक्तः वक्थ वच्मि वच्वः वच्मः. अत्र प्रवचनम् इति पदमस्ति. तत्र प्रवचनम् इत्युक्ते किं? कोऽपि वदतु. भाषणं विषये महोदय उक्तवान् प्रकर्षेण उच्यते. अत्र मम किं दृष्टमित्युक्ते अर्थानुसन्धानपूर्वककथनम्. साधारणं पदं प्रवचनम्. अहं प्रवचनं श्रुतवती इति वदामश्चेत् प्रवचनम् इत्युक्ते अर्थानुसन्धानप्रवचनेय. वदतु. स्वाध्यायप्रवचनेय तैत्तिरीयोपनिषत् अत्र मन्त्र अस्ति. स्वाध्यायप्रवचनाभ्यां न प्रमथितव्यम्. उत्तमम्. वदतु. प्रवचनं भवान् प्रवचनं करोतु वा करोतु अर्थं पदं वा शृणोतु. प्रवचनं न शृणोतु भगिनि. प्रवचनं करणीयं. प्रवचनं करणीयं न प्रवचनं शृणु. अत्र केवलं करोतु भगिनी कृतवती. किं कृतवती इत्युक्ते परिश्रमं करोतु इति तत् पदम् अभवत्. तदर्थमेव अत्र भगिनी किम् उक्तवती? प्रवचनं शृणोतु. द्वयमपि साधु एव. द्वयमपि प्रवचनं करोतु इति अपि साधु एव, किन्तु प्रवचनं शृणोतु इति अपि इतोपि साधुतरं भवति. धन्यवादः. बेटर् अस्ति. अत्र महोदयेन उक्तमस्ति प्रकर्षेण. आङ्ग्लभाषायां किं वदामः? प्रीचिङ्ग्. प्रीचिङ्ग् एव अत्र प्रवचनं. वच् धातुतः ल्युट् प्रत्ययस्य योजनेन वचनं. प्रा उपसर्गपूर्वकः वच् धातुतः ल्युट् प्रत्ययः अस्ति. प्रीचिङ्ग् अथवा प्रवचनम्. अग्रिमं वाक्यं शोभा भगिनी भवती पठतु अग्रिमं वाक्यम्. आं भगिनि. भवान् विजयं प्राप्नोतु. भवती विजयं प्राप्नोतु. तत्र जी धातुः वि उपसर्गपूर्वकः. जी इत्यनेन शप् प्रत्ययस्य परे जे इति प्रथमं गुणं भवति. गुणः भवति. अनन्तरम् एचो यवायावः इत्यनेन ऐ आगच्छति. अतः जया इति पदं निष्पन्नं. वियोजनेन विजयम् इति, तत्र ल्युडन्तम् इति मन्ये विजयम् इति पदम्. अत्र किञ्चित् भ्रमः मास्तु, अत्र किञ्चित् वदामि. अत्र यथा भगिन्या उक्तं, जी धातुः साधु एव, किन्तु लट्लकाररूपं जयति परस्मैपदिरूपम् अस्ति. तत्र भवत्या यत् उक्तमस्ति तादृशं चिन्तनं करणीयं. जयति इति पदस्य प्रसङ्गे तादृशं चिन्तनम् अपेक्षितं. जी धातुः अस्ति, तदनन्तरं तत्र सार्वधातुकधातुकयोः इत्यनेन गुणकार्यं भूत्वा एकारादेश इकारस्य स्थाने ये आदेशः भवति, गुणसंज्ञकवर्णः जे भवति. तदनन्तरं आ इति विकरणप्रत्ययात् अवशिष्टभागः आ अस्ति इति कृत्वा तत्र एचोयवायावः भूत्वा जयति इति रूपम् आयाति. किन्तु अत्र चिन्तनं भिन्नम् अस्ति. किमर्थमित्युक्ते, आं भगिनि, तत्र अहं वक्तुं विस्मरामि, जयात् नन्तरं ति इति योजयामः लट्लकारे, तिप् प्रत्ययः. अत्र नास्ति. विजयम् इति वि उपसर्ग जय इति पदस्य कृत् सम्बन्धे वि इति उपसर्गयोजनेन विजय इति विजयः इति अपि अस्ति, अतः तत्र कर्मपदम् अस्ति इति प्राप् इत्युक्ते कर्मपदम् अस्ति, पदमस्ति विजयः, विजयः पदस्य कर्मपदं विजयम्. विजयं किमर्थं चेत् नन्तरं प्राप्नोतु इति आगच्छति, विजयं प्राप्नोतु. तत्र भवान् अथवा भवती कर्तृपदं भवति, विजयं कर्मपदं, प्राप्नोतु इति क्रियापदं भवति. अपि च विजयम् इत्युक्ते उपसर्गपूर्वकः आपधातुः सकर्मकः अस्ति इति कृत्वा अत्र विजयम् इति कर्मपदमस्ति. किन्तु अत्र किं वक्तव्यम् इत्युक्ते, जयः इति कृदन्तपदं, जयः इति पदमपि तत्र वि उपसर्गपूर्वकः जयः इति पदमस्ति. तत्र जि धातुतः अच् इति एकः प्रत्ययः अस्ति, तेन जयः इति पदमस्ति. अन्ततो गत्वा प्रथमाविभक्त्यन्तं रूपं विजयः, अत्र कर्मपदम्. अग्रे पठतु. तत्र अग्रिमं शक्तिम् इति, भवान् शक्तिं सम्पादयतु इति एकं रूपं, भवती शक्तिं सम्पादयतु इति अपि. तत्र शक्तिम् इति तत्रापि धातुः न दृष्टवती भगिनि, न जानामि. शक् धातुः शक् धातोः लट्लकाररूपं किं? शक्नोति. आम् आम् आम् शक्नोति. तत्र शक्तिं तिन् प्रत्ययान्तरूपम्, तिन् प्रत्ययान्तरूपम् अस्तु अस्तु. शक्तिं तत्र सम्पादयतु, शक्तिम् इति स्वीकरोति इति कृत्वा सम्पादयतु इति सकर्मक अस्ति. अपि च तत्र सम्पादयतु, तत्र सम् उपसर्ग अस्ति इति भाति, किन्तु नन्तरं किं भवति इति दृष्टवती, किन्तु न जानामि सम् योगः किं भवति तत्र भगिनि. अहं चिन्तयामि सम् उपसर्गपूर्वकः पद् धातुतः णिच् योजयित्वा लोट्लकारप्रत्ययं योजयामः. संयोगः पद् योगः णिच् योगः लोट् पद् पादयतु सम्पादयतु. अहं चिन्तयामि तत्र पद् धातोः रूपं लट्लकारे पद्यते, टु अटैन् इत्यस्मिन् अर्थे दिवादिगणे पद्यते इति रूपम् अस्ति. सम्पद्यते निचरहितरूपम्. निच् अस्ति चेत् सम्पादयति, तत्र निजन्तम् अस्ति इति भाति. तदेव धातु चुरादिगणे पादयतु इति भवति, किन्तु अर्थं तदेव तिष्ठति इति वा पद्यते इति. अत्र पद् धातोः लट्लकाररूपं पद्यते अस्ति, किन्तु निच्योजनेन तथा पादयति इति रूपम् आयाति. किन्तु चुरादिगणे अपि अयं धातुः अस्ति वा द्रष्टव्यम्. अहं चिन्तयामि केवलं दिवादिगणे अस्ति, दिवादिगणीयधातुः एव. भगिनी प्रेरणार्थकनिजन्ता अस्ति न, प्रेरणार्थकनिजन्ता पादयति निजन्तरूपं सम्पादयति, सम्पादनं करोति. पद् इति चुरादिगणे अस्ति भगिनी, किन्तु तत्र तु अर्थः भिन्नः. टु गो टु चेञ्ज् प्लेसस् इति दत्तं. पदयते इति आत्मनेपदी रूपं भवति चुरादिगणे. दिवादिगणे किं लिखितमस्ति? पद् टु गो टु अटेन्. अहं चिन्तयामि तदेव सार्थु इति मम चिन्ता. पद्यते इति भगिनी पदम् इति कथम् आयाति पदम् इति पदम्? पदम् इति पदस्य बहवः अर्थाः सन्ति, अग्रे प्रेषयामि. किन्तु पद्यम् इति अस्ति चेत् तत्र पद् धातोः रूपमेव पद्यम्. अग्रे सरेम, अनन्तरं शोभा भगिनी भवती एव करोतु अग्रिमं वाक्यम्. अग्रिमं दुर्गुणं, भवान् दुर्गुणं त्यजतु, भवती दुर्गुणं त्यजतु. तत्र दुर् इति उपसर्गपूर्वकः गुणम् इति पदस्य योजनेन दुर्गुणम् इति पदम् आयाति. अपि च त्यजतु इति त्यज् धातुः लोट्लकारे त्यजतु इति. अत्र किं वक्तुमिच्छामि इत्युक्ते अत्र दुर्गुणम् इति कर्मपदमस्ति, त्यज् धातुः अपि सकर्मकधातुः इति कृत्वा दुर्गुणम् इति कर्मपदमस्ति, किन्तु प्रथमाविभक्त्यां तस्य रूपं दुर्गुणः. हा, त्रिषु लिङ्गेषु भवति दुर्गुणः. अत्र केवलं दुर्गुणः इति कृदन् तत्र गुणः इति पुंलिङ्गपदम्. दुर्गुणः इत्युक्ते दुष्टः गुणः, तत्र दुर् इति उपसर्गं योजनेन तत्र दुष्टः इति अर्थः आयाति. अपि च अत्र वयं इतोपि किं ज्ञातव्यम् इत्युक्ते त्यज् धातोः प्रसङ्गे सकर्मकधातुः अस्ति इति वक्तव्यम्. एतावता अत्र कोष्टके कानिचन क्रियापदानि, लोट्लकारक्रियापदानि दत्तानि. तत्र भवतु इति अकर्मकधातुः, अन्ये धातवः सकर्मकाः सन्ति इति कृत्वा अत्र अन्यानि पदानि सर्वाणि द्वितीयाविभक्त्यां दत्तानि. केवलं जागरूकः इति पदमेव प्रथमाविभक्त्याम् अस्ति, अन्यानि पदानि द्वितीयविभक्त्यां सन्ति इति अत्र स्वीकर्तव्यम्. अग्रे वदतु. अग्रे लक्ष्यं, भवान् लक्ष्यं साधयतु, भवती लक्ष्यं साधयतु. तत्र लक्ष्यम् इति लक्षिति धातुः, लक्षिति धातु अर्थमस्ति टु अब्सर्व् इति ओप्टेन्. लक्ष्यं साधयतु इत्युक्ते तस्य उपरि जयं प्राप्नोतु इति, किमपि लक्ष्यम् अस्ति चेत्. अतः तत्र साधयतु इति अपि सकर्मक क्रियापदम् अस्ति इति कृत्वा लक्ष्यम् इति कर्मपदं भवति. लक्ष्यम् इति एम् गुरि साधयतु. अत्र लक्ष्यधातुतः ण्यत् प्रत्ययस्य योजनेन लक्ष्यम् इति तत्र एम् इति अर्थः अस्ति. किन्तु तत्र लक्ष्यधातुतः एव निर्मितं पदम् इति मम चिन्तनं. लक्षणं लक्षणम् इति लक्ष्यधातोः रूपमेव इति मम चिन्तनं. तत्र षकारः मूर्धन्यषकारः अस्ति इति कृत्वा तत्र लक्षणम् इत्यस्मिन् नत्वं भवति तत्र लक्ष्यम् इत्युक्ते लक्ष्यते अनेन इति लक्ष्यम् इति साधयतु. उत्तमम्. अग्रिमं वाक्यं पराक्रमं तत्र भवान् पराक्रमं प्रदर्शयतु. भवती पराक्रमं प्रदर्शयतु. तत्र आक्रमं तत्र परा अपि आक्रमम् अत्र कीदृशं चिन्तनम् इत्युक्ते परा इति उपसर्गः अस्ति यथा मया उक्तमस्ति क्रमं पराजयते पराजयते इति आत्मनेपदिरूपम् अस्ति इत्युक्ते अत्र परा इति उपसर्गः अस्ति परायोगः क्रमम् अत्र किं वक्तव्यम् इत्युक्ते क्रमु इति एकः धातुः अस्ति क्रमु तत्र तस्य रूपमस्ति क्रामति अथवा क्राम्यति रूपद्वयम् अस्ति लट्लकारे क्रामति क्राम्यति एतावता अत्र पराक्रमः इति पुंलिङ्गपदमस्ति अपि च तत्र भगिनि क्रमम् इत्युक्ते गति इत्यर्थे अस्ति किल क्रमम् इति क्रमः इति तत्र परा इत्युक्ते परा अर्थं यदि अन्यत्र पश्यामः चेत् परा अपरा इति अर्थ एव अस्ति किल तत्र अत्र कीदृशार्थः अस्ति पराक्रमः पराक्रमः इति इत्युक्ते वेलर् इति अर्थः अस्ति अतः मम सन्देहः आसीत् तदर्थं कथं भवति तत्र इति वेलर् अथवा शूरत्वं वीरत्वम् इति उत्तमम् अत्र कोऽपि वदति वा अत्र पराक्रमः इति पदस्य अर्थः इति यु गो प्लेसेस् एण्ड् अचीव् थिङ्ग्स् नो लैक् इन् त्रिविक्रम त्रीणि लोकान् क्रमति किल त्रिविक्रम अवतारे त्रिविक्रमं क्रम वर्ड् कम्स् देर् आल्सो सो यु गो टु प्लेसेस् एण्ड् अचीव् थिङ्ग्स् दट्स् वै पराक्रमं परप्स् अत्र पूर्णेन्दु महोदय भवान् वक्तुमिच्छति वा पराक्रमः इति पदस्य अर्थः कः स्मरणे नास्ति अत्र अरविन्द महोदय भवान् वदतु पराक्रमः इति पदस्य पराक्रमः पुल्लिङ्ग अस्ति पराक्रम्यते अनेन क्रमधातु हलश्च इति सूत्रेण खञ् प्रत्ययः भवति बलं शौर्यम् इत्यादि अर्थे उपयुज्य करणीयम् इत्युक्ते अत्र अर्थः कः इति पश्यामश्चेत् परा आक्राम्यति इति वक्तव्यं वा परा अरा दीर्घ परा उपसर्ग क्रम गाय प्रत्यये क्रमा इति आयाति परा योगक्रमा पराक्रम हलश्च इति सूत्रेण तृतीयपादे तृतीयाध्याये तृतीयपादे इत्युक्ते आहत्य अत्र किं ज्ञातव्यम् इत्युक्ते परा इति उपसर्गः अस्ति क्रमु इति धातुः अस्ति क्रमुधातोः रूपं क्रामति अथवा क्राम्यति अस्ति अपि च घञन्तरूपम् अस्ति इति कृत्वा पुंलिङ्गपदमस्ति पराक्रमः किन्तु यथा भगिनी उक्तवती भगिनी भवती भवत्याः अवगमनं किं घञन्तरूपम् अस्ति चेत् गुणः न भवति वा अत्र दत्तं भगिनी वाचस्पति मध्ये परायोगः क्रमः करणे गञ् न वृद्धिः. तदेव सूत्रं वा भवान् उक्तवान् इति सूत्रम् अहं मन्ये वृद्धिः न भवति. देश्यस्य इति सूत्रेण वृद्धिविरोधः निषेधः. सप्तम अध्यायस्य तृतीयपादे चतुर्त्रिंशति सूत्रम् अस्तु. नोदत्तोपादेशस्य अस्तु. हलस्य सूत्रस्य प्रसङ्गे अहं न पठितवती, किन्तु कक्षायाः अनन्तरं किञ्चित् पश्यामि. एतावता घञन्तरूपम् एतत् पदम् इति मया अवगतं. पराक्रमः इति पदमस्ति. धन्यवादः भगिनी. ललित भगिनी, बले देह सामर्थ्ये इति अमरः अर्थः पराक्रमः. बले देह सामर्थ्ये इति अमरः दत्तम् इत्युक्ते बले इत्यस्मिन् अर्थे, शरीरसामर्थ्यम् इत्यस्मिन् अर्थे. तत्सर्वं यदा भगिन्या उक्तं, शूरत्वं, बलं, सामर्थ्यम्, एतानि पदानि पर्यायवाचकपदानि भवितुमर्हन्ति पराक्रमः इति पदस्य. उत्तमम्. अग्रिमं वाक्यम् अरुणा भगिनी भवती एव पठतु. चित्रं चित्रं भवान् चित्रं पश्यतु. नो न पश्यतु नास्ति अत्र. निर्मातु निर्मातु वदतु वाक्यप्रसङ्गे वदतु. निर्मातु निर्मातु अपि साधु एव साधु एव उत्तमं. निर्मातु भवान् चित्रं निर्मातु, भवती चित्रं निर्मातु. दातु किं भगिनि? निर् उपसर्गपूर्वकः मा धातुः. तत्र मा धातोः रूपं किं भवति? माति. अदादिगणीयधातुः अस्ति माति. तत्र लट्लकाररूपं निर्माति, किन्तु अत्र लोट् अस्ति निर्मातु. किन्तु निर्माणम् इति लुडन्तपदम् अस्ति. भगिनि अदादिगणे विकल्परूपं नास्ति निर्मातु निर्माता नास्ति न भगिनि? लोट्लकारे विभाषा नास्ति. नास्ति वा? अस्तु. अहं पृच्छामि भगिनि, अहं न जानामि. भवतु भवता तत् रूपमस्ति. अदादिगणे अपि द्वे रूपे अस्ति वा? अत्र अहं पश्यन्ती अस्मि, तत्र मा धातोः मा माने इत्यस्मिन् अर्थे तत्र माति इति लट्लकाररूपम् अस्ति, किन्तु अत्र मातु किन्तु विकल्पेन रूपद्वयं दत्तमस्ति. अस्ति भगिनि, तदेव अहं पृच्छामि. अस्ति. अत्र माहि माहि इति यथा पाहि इव माहि रूपं मातात् रूपमपि दत्तमस्ति. इत्युक्ते आहत्यत्रापि इत्युक्ते यथा महोदयेन उक्तं, अत्र कुत्रचित् अस्माकं कृते भ्रमः भवति इति कारणतः साधारणतया तातङ्गरूपं न दृश्यते, केवलं साधारणं रूपमेव वयं द्रष्टुं शक्नुमः वाक्येषु निर्मातु इत्यादीनि रूपाणि. अपि च अहं दृष्टवती चुरादिगणे एकः धातुः अस्ति चित्रयति, तस्य रूपं चित्रयति. चित्रयति इत्युक्ते टु पेण्ट् इत्यस्मिन् अर्थे. अहं चिन्तयामि तस्मात् एव अत्र चित्रम् इति पदम् आगतम् इति मम चिन्तनम्. अन्तिमं वाक्यं पठतु. भवान् नूतनं करोतु, नूतनं सृजतु और् करोतु. सृजतु. भवती नूतनं सृजतु. किञ्चित् वदतु. नूतनं नव इव नूतनं नव भाव नवस्य भावः नूतनम् अहम् एतत् मन्ये. सृजदातु सकर्मकाय भगिनि सकर्मकधातुः सृजति सृजति इति क्रियापदमस्ति सृजिधातुः परस्मैपदरूपम् अस्ति अपि च नूतनम् इत्युक्ते नवं नवीनं नव्यं सृजातिगणे अस्ति भगिनि अत्र सृजिधातुः तदेव तुदादिगणे अस्ति तुदादिगणे धातुः एतावता अहं किम् एकं दृष्टवती तदर्थं वदामि अत्र नव इति शब्दात् एव नूतन इति पदम् आगतम् इति मया पठितं तत्र तदर्थमेव एकं विशिष्टं वार्तिकम् अस्ति इति मया पठितमस्ति तत्र 5-4-25 पञ्चमाध्याये एकं सूत्रमस्ति 5-4-25 इति सूत्रस्य अधिकारे कानिचन वार्तिकानि सन्ति तत्र एकं वार्तिकमस्ति विशिष्टवार्तिकेन नव इति शब्दात् नूतन इति पदं सिद्धं भवति इति मया पठितम् उत्तमं सृजदातु भगिनि दिवादेवगणे अपि अस्ति अर्थः विसर्गे टु लेट् लूस् टु सेन् फोर् सृजदातु दिवादेव तुदादिगणे अपि अस्ति अर्थः विसर्गे अपि to create, to put on, to let loose. अत्र अत्र पश्यतु नूतनं सृजतु इत्यस्मिन् अर्थे अत्र गुणः नास्ति इति केवलं सृजेव अवतिष्ठति तदेव तुदादिगणः इति मन्ये किमर्थम् इत्युक्ते वयम् अर्थं पश्यामश्चेत् टु क्रियेट् टु क्रियेट् टु प्रोड्यूस् तत्र तादृश अर्थः तु साधु एव अत्र तदर्थमेव नूतनं सृजतु इत्युक्ते नूतनं नूतनस्य निर्माणं करोतु तत्र तस्मिन् अर्थे सृजिधातोः रूपम् अस्ति एतावता अग्रिमे पुटे शीघ्रं किञ्चित् पठामः अत्र का वदति अत्र उषा भगिनी भवती पठतु अग्रे किमस्ति आं भगिनि अवधेयम् एकवचनं द्विवचनं बहुवचनं दत्तमस्ति तत्र प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे प्रथमपुरुषे अस्ति भवान् अपि च सः भवान् पठतु द्विवचने भवन्तौ पठतां बहुवचनं भवन्तः पठतु अपि च सः पठतु त्वौ पठतां ते पठन्तु मध्यमपुरुषे त्वं पठ युवां पठतं यूयं पठथ उत्तमपुरुषे अहं पठामि आवां पठाव वयं पठाम किञ्चित् पठधातोः प्रसङ्गे किञ्चित् वदतु पठधातु पठतु सकर्मकधातु अस्ति भगिनि पठधातु तदेव इत्युक्ते एतावता भुवादिगणे अस्ति तत्रापि पठ्यधातुः व्यक्तायां वाचि इत्यस्मिन् अर्थे सकर्मकधातुः अस्ति किन्तु अत्र अन्ततो गत्वा किञ्चित् अस्माभिः ज्ञातव्यं तत् किम् इत्युक्ते अत्र लोट्लकारप्रसङ्गे अत्र पठाव पठाम उत्तमपुरुषे पठाव पठाम इति रूपाणि वयं द्रष्टुं शक्नुमः अत्र किमर्थं विसर्गः नास्ति अन्ते साधारणतया लट्लकारे पठामि पठावः पठामः इति रूपाणि लट्लकारे भवन्ति किन्तु अत्र लोट्लकारे अन्त अन्तिमभागे विसर्गः न दृश्यते अपि च अत्र अतोहेः सूत्रस्य कार्यं कुत्र भवति इत्युक्ते पठ पठ इति मध्यमपुरुषे एकवचनरूपं पठ अस्ति तत्र अतोहेः इति सूत्रस्य प्रसक्तिः अस्ति कथमित्युक्ते साधारणतया सेर्हेऽपि च इति सूत्रेण अनदन्त अङ्गेषु हि आदेशः भवति किन्तु अत्र पठ इति अदन्त अङ्गम् अस्ति इति कृत्वा तत्र हि इत्यस्य स्थाने तस्य लोपः भवति अतोहेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति लोपः भवति इति कृत्वा अत्र पठ् धातोः प्रसङ्गे अदन्तम् अङ्गं सिध्यति. यत्र यत्र अदन्तम् अङ्गम् अस्ति तत्र हि हि प्रत्ययस्य लोपः भूत्वा मध्यमपुरुषे एकवचने पठ इति रूपम् आयाति. किन्तु अनदन्त अङ्गेषु शक्रुहि पाहि देहि तेषु जुहोत्यादिगणे अपि च अदादिगणे तेषु गणेषु अनदन्तम् अङ्गमस्ति इति कृत्वा तत्र हि आदेशः भवति. किन्तु अत्र भूवादिगणे हि आदेशः न भवति. इत्युक्ते हि प्रत्ययस्य लोपः भवति तस्मिन् प्रसङ्गे एव. अतो हेः इति सूत्रमस्ति. अपि च अत्र अहं विस्मृतवती, तत्र एकं सूत्रमस्ति नित्यं नितः नित्यं नितः इति सूत्रेण विसर्गस्य लोपः भवति. पठाव पठाम इति सूत्र तत्र तेषु तत्र आगच्छति. तत्र मध्यमपुरुषे एकवचने आरम्भे सेर्ह्य पिच्च इति सूत्रेण हि आदेशः भवति. किन्तु अतो हेः इति सूत्रेण हि प्रत्ययस्य लोपः भवति. पठ इति अदन्तमङ्गमस्ति इति कृत्वा आडुत्तमस्य सूत्रेण दीर्घ भवति उत्तमपुरुष. उत्तमम्. अत्र पठानि पठाव पठाम इति तत्र दीर्घत्वं कथम् आयाति इत्युक्ते तत्र आडुत्तमस्य पिच्च इति सूत्रेण आट् आगमः भवति. आट् इत्युक्ते दीर्घ आकारः आयाति. आट् आगमः आडागमः इति भवति. इत्युक्ते एतावत् उत्तमपुरुषे आडागमः भवति इति कृत्वा आडुत्तमस्य पिच्च इति सूत्रेण आडागमः. अपि च उत्तमपुरुषे द्विवचने बहुवचने नित्यं नितः इति सूत्रेण अन्ते स्थितस्य सकारस्य लोपः भवति. यत्र कुत्रापि सकारः अस्ति चेदेव सकारस्य परिवर्तनं भूत्वा विसर्गः भवति. विसर्गस्य लोपः भवति इति कृत्वा अत्र उत्तमपुरुषद्विवचने बहुवचने विसर्गः न दृश्यते. इत्युक्ते किञ्चित् कानिचन कार्याणि भवन्ति अत्र रूपस्य साधनसमये इति तत्र एकः विषयः अस्ति. अपि च अन्ये बहवः विषयाः सन्ति. भवन्तः सर्वे अत्र अन्यान् अभ्यासान् कुर्वन्तु. अग्रिमे सप्ताहे पुनः मिलित्वा तत्र इतोपि गभीरतया चिन्तनं करिष्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. नमस्कारः भगिनी. धन्यवादः.